नमस्सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतं. वर्तमानविषयमस्ति पूर्णगुणस्तुहितार्थस्वदव्ययतव्यसमानाधिकरणे. तस्मिन् पूर्ववर्गे वयं पूर्णार्थप्रत्ययानाम् अपूर्णार्थ इति पदेन निष्पन्नं पदं न समस्यते इति अवगतम्. अद्य गुणार्थ इति द्वितीयभागः अस्ति सूत्रस्य, तत्र तस्मिन् विषये चर्चयिष्यामः. उमा भगिनी पठति वा गुणार्थाः प्रकृतसूत्रे गुणः इति अनेन आरभ्य. गुणार्थाः प्रकृतसूत्रे गुणाः इत्यनेन केवलगुणवाची शब्दः गुण उपसर्जनद्रव्यवाचीशब्दः द्वयोः अपि ग्रहणं क्रियते. गुणवाचकशब्दाः त्रिविधाः भवन्ति. केवलं गुणवाचकाः यथा शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम् इत्यादयः, एते शब्दाः गुणम् एव वदन्ति. गुणवाचकः शब्दः कः? आकदारादेकासंज्ञा इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतं. भाष्यवचनमेव अस्ति समासकृत्तद्धित अव्यय सर्वनाम सर्वलिङ्गा जातिः. समासस्य समाससंज्ञा वक्तव्या, कृतः कृत्संज्ञा च वक्तव्या, सन्दितस्य सन्दितसंज्ञा च वक्तव्या, अव्ययस्य अव्ययसंज्ञा च वक्तव्या, सर्वनाम्नः सर्वनामसंज्ञा च वक्तव्या. असर्वलिङ्गाजातिरित्येतश्च जातिरित्येतञ्च वक्तव्यम्. संख्यायाः संख्या संज्ञा च वक्तव्या. अर्थात् एताः संज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः. तत्र समास सुदन्त सद्दिदान्त अव्यय सर्वनाम जातिसंज्ञां संज्ञाशब्द शब्द व्यतिरिक्तम् अर्थवत् शब्दस्वरूपं गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते. प्रकृतसूत्रे तु आकडारादिति सूत्र उक्तगुणवचनसंज्ञकानां तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रे प्रपञ्चितानां गुणानां ग्रहणं नास्ति, यतोहि प्रकृतसूत्रे गुणवचनशब्द अभावात्. गुणशब्दाः त्रिविधा भवन्ति. गुणार्थाः गुणवाचकशब्दाः केवलगुणसंज्ञाः लैक् शक्ति, श्रद्धा, बलम् एक्सेट्रा. गुणवाचकशब्दः कः? अत्र भाष्यकारः विवरणं दत्तम्. भाष्यकारस्य मतं किम्? एकं सूत्रमस्ति अत्र भाष्ये. भाष्यकारः गुणवाचकशब्दानां विवरणं दत्तं. भाष्यवचनम् अस्ति ओके. समासकृत् तद्धित सो समासस्य समाससंज्ञा. वाट् इस् द मीनिङ्ग् आफ़् समासस्य समासवयसंज्ञा? ऐ डोण्ट् अण्डर्स्टाण्ड् दोस् क्वश्चन्स्. समास यत्र समस यत्र समसनं भवति तत्र तस्य समाससंज्ञा भवति. यत्र कृतः योजनं भवति तस्य कृत कृत्संज्ञा भवति. तद्धितस्य तद्धितसंज्ञा भवति. एवम् अव्ययस्य अव्ययसंज्ञा भवति. सर्वनाम्नः इति सर्वनामसंज्ञा वक्तव्या. असर्वलिङ्गजातिः इत्येतत् च वक्तव्यम्. तत्र सङ्ख्यायाः सङ्ख्यासंज्ञा च वक्तव्या, अर्थात् एता संज्ञा विहाय गुणवचनः इति संज्ञा भवति इति आशयः. तत्र मम प्रश्नः किम् अस्ति अत्र, एतदेव पश्यतु भगिनि, तत्र किम् अस्ति भाष्यकार किं वदति, what is the meaning of sanya here? It is only sanya normally means only nama karna nama ye akhya akhya only akhya so here saddita shabdah saddita sanya bhavati, what is the meaning of that saddita vachaka yatra saddita yasmin saddita pratyaya yojanam yasya tatya yasya nirmana avasare तद्दिदप्रत्ययः योजयति चेत् तस्य नाम भवति तद्दिदः इति. तद्दिदप्रत्ययभिन्नः अस्ति, तद्दिदप्रभिन्नः. महोदय, मम चिन्तनम् अत्र महाभाष्ये पतञ्जलिमहर्षि हस् गिवन् दिस्, बट् फ्रम् देट् स्टेट्मेण्ट् वी हेव् टु टेक् समास देर् अस् समाससंज्ञा, वाट् एवर् देट् हेस् समाससंज्ञा एण्ड् वाट् एवर् तत्र महाभाष्यमेव अत्र अस्ति, प्रातिकसंज्ञा भवति गुणवचनं च, गुणवचनसंज्ञा च भवति इत्यर्थः, गुणवचनसंज्ञा च भवति इत्यर्थः, भवति अर्थवत्. तदनन्तरं उच्यते समासकृत् तद्विध व्यव्यय सर्वनामलिङ्गाः जातिः इति. So he is explaining jatihi, saying these are all the samasa, the krit, the taddita, the avyaya, the sarvanama, asarvalinga, all of these are not jati. So anything vedirita about all this? Anything other than this is guna. That's what finally in our handout, in our karapatra, I thought I remember reading. Now, didn't we read that just now, Mahodaya? When we go to the karapatra, you showed. Arthat eta sanyaha vihaya gunavachana iti sanya bhavati iti ashayaha. Ashayah, I thought is that's what the Mahabhakya, from the Mahabhashya Vakyam, this is what we get. All these, by in the Mahabhashya Vakya, what he means by Samasa, what our, in our, what we, Samasa Sanya Vaktavya, what we understood as Samasa, is what he means, and the Krit, this is what he means. And Asarvalinga means, he means the Jati, Jati hi iti etaccha Vaktavyam. Then sankhyayaha, whatever we understand by sankhya sanya in that system, in Panini's system. So arthat, then of all these what we get is arthat etaha sanyaha vihaya gunavachanaha iti sanya bhavati iti ashayah. So ashayakatam bhavati ashayah, tadeva mama prashna. Ashayah, I thought other than this, this is what is he is indicating. Gunavachana means all Usha, these. Usha Bhagini, my question is, Eka Samnya, up to Kadara Karmadariye, this Sutra Padyantam, there can only be one Samnya for one thing. Okay. In that, what comes is you have pradayaha upasarge pradayaha sarvani sarvanamani then the gati and all of them are coming in that. So if you look at the Mahabhashya, it's a big one. He's taking everything here. See, this is the Mahabhashya's vivarana in the akadara ekasamya. This is the sutra. In that Mahabhashyam starts akadara ekasamya. किमर्थम् इदम् उच्यते, अन्यत्र समावेशात् नियमार्थं वचनम्, अन्यत्र संज्ञा समावेशात् नियमार्थं वचनम्, अन्यत्र संज्ञा समासावेशो भवति. क्व क्व अन्यत्र लोके व्याकरणे च, लोके व्याकरणे च इति अस्ति. लोके तावत् यदा इन्द्रः शुक्रः पुरुहदः पुरन्दरः इत्यादि एकस्य द्रव्यस्य बह्वय संज्ञा भवति. एकस्य द्रव्यस्य संज्ञा भवति. व्याकरणे अपि कर्तव्यं हर्तव्यम् इत्यत्र समावेशो भवति. पातञ्जलः, वैदेहः, वैदर्भः इति तद्राजसंज्ञानां समावेशो भवति. तद्राजमिन् तेन राजते या पाञ्चालः वैदेहः प्रत्ययतद्धितानां राजते संज्ञानां समावेशो भवति. अन्यत्र संज्ञा समावेश समावेशादेतत् तस्मात् कारणात् अकारात् अपि संज्ञानां समावेशः प्राप्नोति. नौ हियर् इन् दिस् वन् ओन्ली हि इस् टाकिङ्ग् टुवर्ड् द एण्ड् वाट् इस् दट् तत्र कत्र अधिकरणसंज्ञा भवति, कर्मप्रवचनीयसंज्ञा भवति, कर्मप्रवचनीयसंज्ञा भवति, गुणवचनं च. गुणवचनम् आल्सो अर्थवत् प्रातिपदिकसंज्ञा भवति, गुणवचनं च इति. गुणवचनसंज्ञा च भवति अर्थवत् इति कारणेन अर्थवत् प्रातिपदिकसंज्ञा भवति गुणवचनस्यापि इति. देन् ही से समासकृत् तद्विद अव्यय सर्वनाम अलिङ्गाः जाति. So because gunavachanam is also now pratipatika sanya, he takes the other pratipatika sanyas. Samasa is also pratipatika, kritta is also pratipatika, taddita is also pratipatika, avyaya is where the pratipatikam comes and then the su vibhakti he gets added and then gets elided. And then sarvanama yeah. also is also a pratipatika, and asarvalinga. So, asarvalinga jatihi, asarvalinga all these are all like comes under the pratipatikam, arthavat pratipatika sanyam bhavati. So, gunavachanam also is a pratipatika. Yes, Mahodaya, yeah. And then, so, with all this, now we have to say, because all these are pratipatika, then what are you saying, what is this gunavachanam? So, that is why then in our thing it says, तदिता तद्धितसंज्ञा वक्तव्या, अव्ययः अव्यय सर्वनाम असर्वलिङ्गा जातिः इति एतच्च वक्तव्यम्. अण्ड् देन् सो देन् संख्या संज्ञा च वक्तव्या, डू च ओके देन् डू संज्ञा च वक्तव्या. ओ सो देन् दट्स् वै देन् अवर् करपत्र सेस् टेक् औट् आल् दिस् विहाय वाटेवर् प्रातिपदिका whatever that artavat pratipatika sanya bhavati, that eka sanya bhavati, that applies only to the gunavachanam. Take out all this, samasa, krit, taddita, avyaya, sarvanama, asarvalinga, but this asarvalinga jatihi, I'm not familiar with that. Mahodaya kenna, maybe he is familiar. Asarvalinga jatihi iti etatcha vaktavyam. So asarvalinga, by asarvalinga, in the statement we see it is the jati. Asarvalinga jatihi iti etatcha vaktavyam. And then sankhya sanya cha vaktavya. Do cha. Okay. And then do sanya cha vaktavya. Okay. देन् गुणवचन टुवर्ड्स् एण्ड् अन्तिमवाक्यं पठतु अन्तिमवाक्यम् अपि च एतानाम् ओके गुणवचनसंज्ञायाः च गुणवचनसंज्ञाः च एताभिः संज्ञाभिः बाधनं यथा स्यात् इति सो संज्ञाभिः बाधनं सो गुणवचनसंज्ञायाः चैत च एतत् एताभिः एताभिः ओके आल् दीस् दट्स् वाट् ऐ आल् दीस् दट्स् वाट् एता एताभिः वाट् इस् दट् पात् एतत् ओ एता सात्येताः संज्ञा इति स्त्रीलिङ्गमस्ति स्त्रीलिङ्गमस्ति सातेताः सो एता एता एषा एषा एतौ वाट् इस् एताभिः ओके च एताभिः चैताभिः ओके सो गुणवचनसंज्ञा संज्ञायाः च एताभिः संज्ञाभिः बाधनं यथा स्यात् इति सो इट्स् द सेम् थिङ्ग् देट् अवर् करपत्र सेस् देन् दीस् थिङ्ग्स् विहाय आशयः दट्स् वाट् द अवर् आशयः कुड्बि ऐडिया या उमा भगिनी वी कान्ट् हियर् यू बिकास् यू आर् योर मोबैल् ऐदर् यू हैव टु कम टु बेड आशयः मीन्स् एक्सपेक्टेशन हाय ऐ थॉट आशयः मीन्स् एक्सपेक्टेशन नै दैट इज अपेक्षा आशयः मीन्स ऐडिया ऐडिया सूत्रकार्यस्य इंटेंशन और आशयः योर आइडिया इज टू ऑल दिस एतत् विहाय गुणवचनम् इति ते अतिरिच्य एतानि अतिरिच्य यत् भवति तस्य संज्ञा भवति गुणवचनः इति गुणवचनम् इति संज्ञा भवति इति ओके व्हाट इज द मीनिंग ऑफ असर्वलिंग jati that's what I understand from what is it jati asarvalinga jatihi iti etat jati also doesn't tell us anything asarvalinga also doesn't tell us anything I used to think that way only avyayas are asarvalinga according to me avyayas has no lingam or vibhakti or vachanam no I don't know. No, Bhagini, avyayas, they all had the vibhakti, and then the vibhakti thing was dropped. Okay. We did avyaya bhava samasa, right? Avyayi bhava samasa. Normally, you know, any vibhakti, normally any avyaya word is without lingam. Yeah, that's the general meaning, Bhagini, but... we know that that the vibhakti came and dropped sarvalinga means having all genders asarvalinga means the words which do not directly indicate pullinga strilinga and klebam is considered asarvalinga but it is a samnya it's a name without any linga for it so what is one example of asarvalinga gotvam avyayam no gotvam you take gotvam oh in the gotvam you cannot add pullinga strilinga napumsakalinga but it is a name for a jati gotvam iti uchyate you know what is gotam means go jati pumstvam means manishyatvam, or that is the meaning here. So it is a jati. Arasarva lingaha means jati only. Okay, now how do you connect this with the now we are talking about gunavat kevala gunavachaka shabdah over, then now gunavachaka gunavachaka shabdah kevala gunavachana shabda abhavat. So what is this connection between this paragraph and the previous paragraph? No, no, we are studying more about what is guna, guna, guna vachana. Guna vachana shabda. So, you remember in the last class we discussed that guna vachakaha, guni vachakaha, guna vachakaha, guni eva, guni vachakaha, iti. There are three categories. Like what is called the white, shuklaha, neelaha, ityadi can become both gunavachakaha and gunivachakaha. Whereas daidyam, daidyam ityadi, shraddha daidyam ityadi, kevalam gunavachakaha. Because it cannot indicate the vastu. Only it can show the qualities. Whereas if it is a shuklaha means you can have the whiteness as one quality, one gunavachaka asti chet. Gunivachaka asti, it is indicating that it can be indicating something which is white also. It need not be specifically what is white. Eda shuklaha pataha, shuklaha dantaha. Tatra shuklaha is a visheshanam, but indicating what is the gunavachaka, gunivachaka. So there is, in that one, it is not, it has both the intention that it can intend what it is meant by a quality, or it can also indicate what is the material with which that quality is designed. Adhikaranasyabhi jnanam bhavati. Whereas daidyam kshama ityadi, you cannot say where is that it is residing. It can be dynam, can be an animal, it can be in a human being, it can be anywhere. So we learned all that from that Karapatra before. Now we are learning the same thing from the Bhashya. From what the Bhashyakara is saying. What is the version of Bhashyakara here? Why is this quoted? No, Bhashyakara is quoting it to say what is gunavachaka, what is gunivachaka, what is gunavachaka, api gunivachaka. From the samnya point of view. Not from the samasa point of view. From the nomenclature point of view. Namakaranam. Namakaranam, samasa namakaranam, krit sam namakaranam, tadhita namakaranam, sarvanamasnanakaranam, alisarvalinga namakaranam, ityadi, tam vihaya, गुणवचनम् इति केचन नामः सन्ति. सो गुणवाचकशब्दाः एक्स्क्लूड्स् आल् दीस् थिङ्ग्स्. या गुणवाचक केनाट् बि अ समास, केनाट् बि इति. बट् मै क्वश्चन् अट् दट् टैम् वास् देन् बट् वै द तद्धितप्रत्यय लैक् श्रौक्ल्यम् आर् कार्ष्ण्यम् इस् तद्धितः. देन् तद्धित हौ केन् यु से इट्स् अ गुणवचन इस् वास् द क्वश्चन् विच् ऐ आस्क्ड् in the class. So for that she said that it is not that it is 100% that they are excluded from that, they can also be used it. Yeah, and then she quoted that sutra itself, which is like a sutra meva nyapayati, that there is no such nisheda. Tarhi prakrita sutre gunaha ityasya kaha artaha atra eka karika vartate bhashye satve nivishate apaiti, satve nivishate apaiti pritak jatishu drishyate आदेयः च आदेयः च अक्रिया अक्रियाजः च सः असत्त्वप्रकृतिः गुणः सत्त्वे निविशते अपैति पृथक् जातिषु दृश्यते आदेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः ओके अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते तादृशः गुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते अनया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते तादृशगुणः एव प्रकृतसूत्रे गुणः इति पदेन गृह्यते अत्र गुणः इत्यनेन सङ्ख्यायाः ग्रहणं नास्ति ओके सत्त्वे सत्त्वे निविशते अपैति गुणः सर्वदा द्रव्यमाश्रित्य एव तिष्ठति द्रव्यात् पृथक् स्थातुं न शक्नोति गुणः यावत्पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति द्रव्यनाशे गुणस्य अपि नाशः भवति ओके गुणाः द्विविधा भवन्ति केचन गुणाः नित्याः केचन गुणाः अनित्याः सन्ति फलेषु यः वर्णः भवति सः अनित्यः भवति यतोहि कालान्तरेण तस्य परिवर्तनं भवति तादृशाः गुणाः अनित्याः भवन्ति आकाशस्य महत्त्वम् इति यः गुणः सः सर्वदा वर्तते अतः तादृशगुणः नित्याः इति उच्यन्ते ओके दिस् ऐ केन् अण्डर्स्टाण्ड् सत्त्वे निविशते अपैति ओके गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति वयं जानीमः गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति अपैति इति अर्थमस्ति वा अपयेति गोसवे ऐ गेस् निविशते इस् वेर् इट् रिसैड्स् अपैति इट् आल्सो गोस् अवे सो देर् आर् टू कैण्ड् गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति पृथक् स्थातुं न शक्नोति गुणः द्रव्यात् पृथक् स्थातुं न शक्नोति ओके वि केनाट् सेपरेट् द गुण फ्रम् द द्रव्य ओके यावत्पर्यन्तं द्रव्यम् अस्ति एते गुणाः भवन्ति द्रव्यनाशे गुणस्य अपि नाशः भवति ओके सो केचन गुणाः नित्याः लैक् फलेषु यः वर्णः भवति सः अनित्यः भवति यतोहि कालान्तरेण तस्य गुणस्य परिवर्तनं भवति दत्ता फलेषु वर्णः परिवर्तनं भवति ओके तादृशगुणाः फलेषु सी द मेङ्गो वेन् इट् इस् ग्रीन् इट् वी काल् इट् एस् रो मेङ्गो कालान्तरेण पीतः भवति पीतं भवति कृत्वा तस्य परिवर्तनं भवति इति कृत्वा तत्र द ग्रीन् हरत्वम् हरवर्णः नित्यः नास्ति तस्य परिवर्तनं भूत्वा पीतम् इति भवति इति अत्र अनित्यस्य उदाहरणम् सो देन् आकाशस्य महत्त्वम् इति सर्वदा वर्तते तादृशगुणः नित्यः इति उच्यते सो सत्त्वे निविशते अपैति बोत् ओके देन् अपैति च आं महोदय देन् पृथक् जातिषु दृश्यते गुणः भिन्नासु जातिषु दृश्यते यथा कृष्णः इति गुणः भिन्नासु जातिषु दृश्यते घटे अपि भवति ओ या कृष्णः इति घटे अपि भवति वस्त्रे अपि भवति पुस्तके अपि भवति शुनके अपि भवति पृथक् जातिषु दृश्यते ओके गुणः इति एकस्य द्रव्ये एव नास्ति इति न चिन्तनम्, अपि गुणः इति भिन्नद्रव्ये अपि दृश्यते. ओके, आदेयश्च आदेयश्च आक्रियाजश्च आक्रियाजश्च अक्रिया ओ अक्रियाजश्च आदेयश्च अक्रियाजश्च. गुणः कुत्रचित् क्रियया जायते, गुणः कुत्रचित् क्रियया जायते, कुत्रचित् क्रिया विना अपि जायते, क्रियां विना अपि जायते. घटस्य रक्तरूपम् अग्निसंयोगेन जायते, घटस्य रक्तरूपम् अग्निसंयोगेन जायते. अतः अत्र क्रियया रक्तरूपं जायते. परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपिगुणः क्रियया न जायते, अतः क्रियायाः अपेक्षया गुणः भिन्नः. दिस् आकाश आकाश इस् अ ब्यूटिफुल् एक्साम्पल्. गुणः क्रियया जायते अथवा अपि तु अक्रिया अपि. ओके, आकाशस्य महत्त्वम् अक्रिया एक्साम्पल्. ओके, आदेयः why do they call it adeyah because kriyaya jayate no akriya cha it is not it is adhikarane yad drishyate tad adeyah adeya adhikaranasya sambandha adeya adhikarana gunaha iti sarvada adeya eva rupena eva drishyate natu kadavi adhikaranam bhavitam arhati. तत्र तु द्विधा भवन्ति, क्रियाजन्यम् अक्रियाजन्यम्. यदि अक्रिया जातम् इत्युक्ते क्रियया यदा अयोगोलः अग्नेः सम्बन्धेन अग्निवत् दृश्यते, तत्र तु क्रियया जन्यम् अयोगल. तत्र तु तत्र क्रियया जन्यत्वमस्ति तस्य गुणः. आकाशस्य महत्त्वं न कदापि क्रियया जन्यम् अस्ति, किन्तु आकाशे अधिकरण आदेय अधिकरणरूपे सर्वदा दृश्यते, तत् कारणं तत् नित्यः भवति. अनन्तरं सः असत्त्वप्रकृतिः गुणः, असत्त्वप्रकृतिः गुणः. आफ्टर् नोयिङ्ग् द अर्थ द कारिका मेक्स् अ ब्यूटिफुल् सेन्स्. यस्, इन् द बिगिनिङ्ग् ऐ डिड् नाट् अण्डर्स्टाण्ड्. एनिवे, सः असत्त्वप्रकृतिः गुणः. ओके, गुणः यद्यपि द्रव्ये एव तिष्ठति, गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्नः अस्ति. तात्पर्यं यत् यः द्रव्यक्रियाजातिभिन्नः भवति, तात्पर्यं यत् यः द्रव्यक्रियाजातिभिन्नः भवति सः य एव गुणसंज्ञकः भवति इति. ऐ सेड् ऐ अण्डर्स्टुड् वे टु फास्ट्. गुणः यद्यपि गुणः यद्यपि द्रव्ये एव तिष्ठति तथापि द्रव्यभिन्नः अस्ति. ओके, तात्पर्यं यत् तत्र वाट् हौ यु शुड् रीड् इट्, सः गुणः असत्त्वप्रकृति, देट् इस् द वे यु शुड् रीड् इट्. सः गुणः असत्त्वः इस् असत्त्वप्रकृति मीन्स् it is not the prakriti of the sattva or the dravya. Iti gunah yadyopi dravya eva tishtati tatapi tad bhinnah. They could have put guna, the order like that, that saha gunah asattva prakriti, that makes lot of sense. Right. Lot of sense. But here what you should understand, that nowhere you can ever see a gunah without the adhikaranam. ईवन् नित्यगुणमहत्त्वम् आकाशम् अवश्यं भवति. तस्य महत्त्वम् इति कथं जानीमः? आकाशमेव उदाहरणं तस्य महत्त्वस्य रैट् एवंविध कृष्णा कार्ष्ण्यं शौक्ल्यम् इत्यादि तत्र पृथक् कदापि न दृश्यते even so we say white as a color the white as a color without the substratum where the white can be seen we can never see the white without a substratum so it has to be either a cow or a paper or a you know cloth or something where the whiteness should be seen even though white can be used as a used as a definition for the gunah शुक्लः इति गुणः अस्ति किन्तु गुणः अधिकरणं विना न कदापि दृश्यते यु केनाट् सी वैट्नेस् सपरेट् एण्ड् द आब्जेक्ट् सपरेट् यु केनाट् सी द कौ सपरेट् एण्ड् द वैट्नेस् सपरेट् यदि नीलः पुष्पः नीलं पुष्पं केन् यु सी द नीलं सपरेट् एण्ड् पुष्पं सपरेट् नो सो देट् इस् आदेयश्च एण्ड् अक्रियाज च that one in from all these things saha eva gunah asattva prakriti sattva prakriti iti bhinnah asattva prakriti in which the guna can be adeya you know adeyitam shakyate tatparyam yat yaha dravya kriya jati bhinnah bhavati saha eva guna sanyakah bhavati iti द्रव्यं नास्ति क्रिया जाति जाति नास्ति द्रव्ये गुणः वर्तते क्रियायां क्रियाया उत्पन्नं कर्तुं शक्यते जातिः इति अस्ति चेत् तत्रापि वि केन् गुड् नो आल् द वैट् कौस् आर् आल् द वैट् एनिमल्स् इफ् यु से जातिः इति तत्तात् तेषां भिन्नः नो सो यु हेव् अ वैट् कौ वैट् हार्स् वैट् डाग् लैक् देट् यु केन् जाति इन् द जाति आल्सो यु केन् एड् द वैट्नेस् द वैट् ग्रूप् आफ् एनिमल्स् बट् तेषां भिन्नः भवति गुणसंज्ञकः इत्युक्ते दट् वैट् एस् अ संज्ञा फार् द गुणसंज्ञा ईस् independent of the dravya kriya and jati then the same that what we studied is coming here kevalam gunivachakaha api bhavanti gunivachaka okay astu mote the karika is very nice the karika is very clear now no if you read it सत्त्वे निवसते अपैति पृथक् जातिषु दृश्यते आदेयश्च अक्रियाजश्च सः सत्त्वे असत्त्वप्रकृतिर्गुणः गुणः अरुणा भगिनी अवगतं न न श्रूयते भगिनि शी स्टेलिङ्ग् सम्थिङ्ग् न श्रूयते अधुना श्रूयते महोदय अधुना श्रूयते अवगतं न ऐ डिड् नाट् अण्डर्स्टाण्ड् ऐ एम् रियलि नाट् फालोयिङ्ग् दिस् No, no, that is why I thought that you are not, you didn't ask any question or you didn't interfere in between. So I was wondering whether you have understood. See, now in this Karika, see, we are not talking about the Akadara Eka Samya. That is, I am not still very clear, even though Usha Bhagini explained it. But I need to ask Vijaya Bhagini to, how did she arise at you? Bhinnaha iti guna samya kaha. Guna vachana samya, how did she derive it? Bhashyakarasi asheha katam drishyate. Or kena jayate iti na avagatam. I'll ask her in the class again. That. But let us go to the Karika. Which defines what is a guna. So in that there are three aspects. One is sattve means dravye. Dravye nivashate means dravye vartate. Nashayati cha. Apeti means nashayati. So gunaha is something which is residing in a dravya, but okay. It can also go away from the dravya. For example, phaleshu ya varna bhavanti. So for example, a green mango. The mango, when remaining, the greenness can change into yellow when it ripens. So the gunaha green has now become yellow. Mm-hmm. So therefore, it is anitya. Whereas in the case of akasha, there is a mahatvam. The brihatvam of akasha is nitya. Brihatvam is the guna in the akasha. Therefore, that gunaha is something which is nitya in nature, which it has never changed or it lived. Then pratak jatishu drishyate. Now, what does it say? Jatishu pratak dasti. Gunaha binnasu jatishu drishyate. Yada krishnaha iti gunaha binnasu jatishu drishyate. Gataha abhi krishnaha, vastra abhi krishnaha, shunaka abhi krishnaha, pustaka abhi shirshnaha. Chatra krishna chatra shukla abhi iti samichinam bhavati. Chatra gata iti tejatu. Vastre abhi, pustake abhi, shunake abhi, ashwe abhi, whiteness is seen. But jatishu drishyate drishyate. In that, it is not a jati related alone, which you cannot say. For why it is saying, manishyatvam or gotvam is a jati residing element. As per Nayayika, what do you say that? Gotvam is only in the go jatishu drishyate. So, dravyeshu vartate iti che, gotvam api gunaha bhavati va, iti prashna utyati na. So, to remove that, jatishu pratak bhavati. It is not residing in one jati. What is that, Umapagani? Gotvam is not a guna. Gotvam is not a guna. It is a jati. Jati samnyasti. Yes, that's it. Whereas, shuklaha gau, shuklaha sunaka, shuklaha ashwa, that shukla is a pratak from jatishu. Okay. Suppose I say Saha Dayaluhu. Saha is also sattva, no? Yavakchi. No. Saha? Dayaluhu. Daya is the gunaha, which needs a dravya. Yeah, that's what means Saha. Saha. Okay, so let's. Saha means it can be a human being or a person. Yes. So what is your question? Sir, what I'm saying is, so that Dayalu, because here there is a statement that is why it is available, that guna is available and it disappears when the man dies. When they say No. See, daya iti gunaha nitya nasti. The same person can be daya and he can get angry also. He can be a hina. He can do harm also. Okay. Otherwise, even he dies, that dayalu guna meaning is also dies. That dayalu is the guna sabda is also not exist once the man disappears. Suppose I say instead of using the word dayalu, use the word dayavan. Okay. What is the difference between dayalu and dayavan? That is the pratyaya is different. The tadida pratyaya is different. One is a madhu pratyaya, other is another pratyaya. Dayavan and dayalu, it means the same meaning. Meaning is the same. No. Meaning there is difference. What difference? Now you want to take that, I'll take that. Dayalu. What is the pratyaya coming here? Daya iti tatra आलुच् प्रत्ययः. आलुच् प्रत्ययेन दयालु भवति, दयावान् इस् मतुक् प्रत्ययः. तात्पर्यः कारुणिकः, कृपालु, सूरतः इत्यादि. That's the meaning is said. But pratyaya is different. Okay. Dayeti, dayate iti dayalu. Spruhal. Right? Now, tatra I think we'll have to look into the what you call what is the meaning of the pratyaya. Asya asmin asti iti dayava dayavat, right? But dayalu is dayati, dayate iti, one who shows the, there is one is he is seen as a person who is having compassion, and the other one is a person who shows compassion. Unless it is there, he can't show it. But having it is one thing and showing it is different, no? Avagatam va? Umavagini? Okay, avagatam. Because dayalu is a person who expresses his kindness in his heart. Whereas dayavan is a person having daya in his mind. Yeah. So dayalu, when you are using the word dayalu there, we are expecting his activity and the, his, you know, his kriya is more important than what the guna he is holding to. That is the expression of his guna. Guna. Whereas dayavan or dayavat, dayavati, if that is the case, then it is a guna residing in the dravya called the daya. Dayavan or saha. When you use the example. Now I get the difference, right. Okay. Atra, that is what adeyascha akriyajascha. Adeyascha means, which is the, depending upon an adeya, adhikaranam. Adhikaranam, adeya, adhikaranam, taya, sarvanda, sambandham asti. That is, now here we should understand the three type of it. One is guna gunino sambandha, sarvada samavayatvena bhavati. Samavaya sambandha asti. It can never be separated because the guna can never be seen separate from that. Whereas swaswami sambandha adava adhikarana adeya adhikarana sambandha ityadi tatra samyoga sambandha bhavati. That means it is by adding something onto it. After adding, whether it becomes samavaya or not, that's an issue. So, now for example, when the iron ball is heated up, that iron ball becomes like a hot iron ball, the fire ball, not anymore as an iron ball, right? So there it is a janya by kriya, that is that kriya janyam. That will not remain. When fire is gone, the iron ball will become black and round again. Therefore, akriyaja, it is not by a kriya which is that kriyana, but it is an adeyascha. It is not the dravyam in which it is seen, but it is an adeyaha. That means the red color on a cloth, if it is permanent one, I'm not talking of the temporary redness which you get, kashaya vastra, etc. That can go. Because basically, vastra, that is sveta inga. So if you give a pita ranga or a kashaya ranga, then it can appear. That is adaya. It is attributed onto the vastra. And it is kriyajam. It is created by adding that. You know, that is why kriyam vina api jayate. गुणः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विनापि जायते. सो देर् आर् टु टैप् आफ् इट्. बै आट्रिब्यूशन् यु आर् गिविङ्ग् ए गुण टु इट् आर् बै प्रकृतिरूपेण भवति. विच् केनाट् बि सपरेटेड्. घटस्य रक्तरूपम् अग्निसंयोगेन भवति, अतः तत्र क्रियाया रक्तरूपं जायते. परन्तु आकाशस्य महत्त्वम् इति परिमाणरूपगुणः क्रियया न जायते, अतः क्रियया अपेक्षया गुणः भिन्नः. सो देर् आर् द टु एक्साम्पल्स् आफ् इट् विच् इस् द गुण केन् बि अड्हियर्ड् आन् टु ए द्रव्य or which is by nature itself, it is that, because that inseparability of that, that is what the akriyaja. So in the final statement, what the Karika says is that saha gunaha asatva prakriti, it is not of the prakriti gunaha, but it is different from prakriti. Prakriti means yad dravya. So the guna is different from the dravya, but it is always existing with a dravya. Without a dravya, the guna cannot be existed. Guna cannot be expressed or even known. So guna is different, dravya is different, but guna is always dependent upon the dravya. Therefore, but it is not the dravya. Therefore, asatva prakriti. Arunagini Abhattamma? Umma Bhagini? Yes, understood. I understand. That is, guna is different and adheya is different. And then, but... Kimahade? Yeah, you understood now? Aruna Bhagini? You are talking, we are not able to hear you properly. If you are talking. Yeah, Adhuna Shruyate. In between it came. Astu. I don't know if she's hearing us at all. She's hearing us. I don't know whether, but something to do with her mic or some setting, she is not able to talk. If she's talking, that there is a loose connection, you know, on the mic or something like that. I don't know whether she's using a laptop or a pad. I don't know. My internet is not working properly, Mahadeya. That's why I'm getting cut off. Okay. Yeah. But you understood, no, what we explained? Yeah. I understood, Mahadeya. Okay. Then, Uma Bhagini, can you read that item number 2 and 3, which we have studied last class, again? Yes. Kevalam munivasataha. Yatha unnataha vishalaha uttamaha sundaraha ityadiraha. Yete gunavatvasataha santi. गुणवत्वाचकाः ओके गुणवत्वाचकाः सन्ति अर्थात् गुणम् अपि बोधयन्ति तेषाम् अधिकरणानि अपि बोधयन्ति एते गुणवाचकाः एव गुण उपसर्जनद्रव्यवाचिनः इति उच्यते गुणिनं सूचयति न गुणिनं सूचयति इति कृत्वा गुणिवाचकः सो गुणवाचकाः अपि भवन्ति गुणिवाचकाः अपि भवन्ति देयर आर सर्टेन थिंग्स व्हिच रिप्रेजेंट्स बोथ यथा शुक्लः नीलः रक्तः मधुरः आम्लः कटुः इत्यादयः एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते गुणिवाचकत्वेन अपि प्रयुज्यन्ते इट् रेफर्स् बोत् गुणवाचक गुणिवाचकः शब्दास् लैक् शुक्लः नीलः रक्तः मधुरः देन् अस्माकं विवक्षानुगुणं प्रयोगः शक्यते सो एस् पर् अवर् विल् वी केन् यूस् इट् ईदर् फार् दि गुण आर् फार् दि प्रोफेसर् आफ् द गुण रैट् गुणवाचकशब्दस्य उदाहरणानि Now, one thing which is not included by Vidya Bhagini, but I want you, since we are talking on this subject, one additional information I am giving, which is there from the Nyaya Shastra book. Lakshyagatam kashchana asadharanam dharmam jnatva ashrayasya lakshyasya jnanam lakshana vichare ishtam. Pradamantapatei sasnadimati अथवा गन्धवती अथवा शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः. सो शासनादिगति इत्युक्ते कः? गौः एव. गन्धवती का? पृथिवी एव. शीतस्पर्शवत्यः का? आप एव. एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानः अपि आधार आदेयभावः न बुध्येत. अतः तत् ज्ञानाय लक्षणवाक्यं तदा स्यात् यदा स्पष्टः धर्मः बोधः स्यात्. अतः गन्धवती इत्यत्र यः मधुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती प्लस् त्वा गन्धवत्व इति पदं भवति. तत्र विद्यमानेन भावप्रत्ययेन भावः इत्युक्ते धर्मः बोध्यते. स च भावः गन्धसमानकक्षा इत्युक्ते इन् द सेम् अण्ड् सेम् location. What is that? In the samana kata? In the same flow. Okay. The same samana adhikaranya bhavati. Ataha gandhavattvam ityasya gandhaha eva artaha. Ataha eva prasiddhaha niyama asti matvartiyat bhava pratyaha prakrityattam gamayati iti. Yadaha gandha yogaha matup yogahatva sujaiti gandhaha iti. तत्र गन्धवत्वम् इति गन्धवत् गन्धायोगः मतु गन्धवत् इति भवति. गन्धवत् योगहत्व गन्धवत्वम् इति गन्धवत्व इत्युक्ते गन्धः. शीतस्पर्शः योगः मतु शीतस्पर्शवत्वं तत्र शीतस्पर्शः एव सूचयति. शासनयोगः मतु शासनवती शासनावती योगहत्व शासनावत्वम् इति sasna sujayati. So why I am taking this is that the dharma, it means gunaha, the clarity will come only when where the sita sparsha iti gunaha yasmin asti tat madhu pratyena bhavati sita sparshavan iti sita sparshavati apaha. तत्र शीतस्पर्शस्य भावप्रत्ययं योजनेन शीतस्पर्शः इति गुणं गमयति अज्ञायति. गमयति इत्युक्ते बोधयति. तो शीतस्पर्शवत्त्वम् इत्युक्ते शीतस्पर्शः इति अर्थं भवति. तो यत्र कुत्रापि यु आर् सीयिङ्ग् ए डबल् काम्बिनेशन् आफ् मधु प्रत्यय भावप्रत्यय अथवा प्रत्यय you should understand it is prakritim sujayati, prakriti artham gamayati iti. That is something which additional which I have studied in the Nyaya Varga, which I thought I'll share with you. It is swabhavena vartate iti, isn't it? Yeah, it is swabhavena vartate atra. Prakriti means dravyam. Atra prakriti itukte dravyam. In the dravyam it is by nature. It is not there. Yeah, the nature is being shown. It is not an acquired one. It is inborn. Like a fire. Yeah. There, Ushnatvam. Yes. Hitatvam, Hitaratvam. So it is by nature it is there. Tatra Madhu. You see, when they are saying, they are saying they are using only Tva Pratyaya. Not Madhu Pratyasi Yojananandaram Tva Pratyaya Bhavati Ichetheva Gunam Sujayati. Dharmam Sujayati. Hitatvam, Hitatvam, Hitaratvam. Shitatvam and Shitavatvam is different. Shitatvam is a gunaha residing in a dravyam. शीतवत्वम् ईस् शीतः. शीतवत् शीतवान् इति अस्ति चेत् कुत्र दृश्यते? वाट् डु यु मीन् बै शीतवान् इति? Right. Now, शीतवत्वं means what? Shitavatvam means the, it is inborn in him. In it. Yeah? Inborn. By, no. No. Shitavatvam means Shitaha. Shitavan means you are seeing something which is cold. Hmm. Somebody is cold. Shitavatvam, Shitavan plus Tva, Pratyaya Yojanena, you will say the Shitaha is residing in that, that Shitaha is being highlighted by that word, Shitavatva. Okay. Shitavatvam, Shitavan. Okay. Shitavatvam. So, atra pasyatu. Shuklavan Pataha. Okay? Right? Shuklavan Pataha means Pataha Shukladharma Asti Iti. Shuklavattvam ityukte Shuklavattvam Shuklavattva Shuklavattvam ityukte kim? I am saying Shuklavattvam Patasya Dharmaha or Patasya Gunaha. What does it mean? Naturally it is in white color. So you will say Shuklaha Guna Patasya Dharmaha. Iti artham bhavati na? Yeah, Patasya Dharmaha it means it is by nature it is white. No. See, Dharmaha tatra dharma ityukte tatra gunaha iti swikrutu. I am saying that Shuklavan Pataha, there is one word Shuklaha Pataha, first statement. Mm. The second statement is Shuklavan Gataha. Shuklavan Pataha. Hmm. That said, third statement, Shuklavattvam Pataha Patasya Gunaha. Hmm. From that you can make out the difference between the usage of the three usages. Shuklaha Pataha is Guni Vachakaha Api Bhavitamarhi, Gunavat Vachakaha Api Bhavitamarhati. Yes, because it is like adjective to that Pataha. Shuklaha Pataha. Yes. So gunavat gunavat vachakah kasya ka asti shuklavan pataha iti gunavat agi, right? Now you are bringing that gunaha separate from the pataha. For that shuklavattvam patasya dharmaha va patasya gunaha iti uchyate chet, you are taking out the shukla as a guna in residing in the pata to understand that separate. Okay. So that means shuklaha pataha, shuklavan pataha, shuklavat pata, shuklavat pataha, shuklavattvam patasya dharma patasya gunaha. Okay. Asu. Then udaharana gunavachaka shabdasya we have studied up to मतु लुगिष्ठा भवति इति वार्तिकमपि पठितं न या ऐ ओन्ली रेड् इट् इन् द क्लास् Should we read the example? Brahmanasya Shuklaha Dantaha, Krishnasya Kashnyam. We did this last time, right? No, yeah, we did. Last time also we did it. No, last we Friday we that. Did, yeah. Yeah. This is what we have to read now. Shabagini Pratibha. Okay. Gunavachanebhyo Madhu Glugishta Vartika. What is that? Vartika says. Gunavachanebhyo Madhupo Lugishtaha Iti Vartikam. Gunavachanebhyah Madhupah Lug... लुक् वक्तव्यः. ओके. गुणवाचिकेभ्यः शब्देभ्यः मतुप्रत्ययः विधानं ततः तस्य लुक् भवति गुणवचनेभ्यः मधुपो लुगिष्ठः इति वार्तिकेन. अतः शुक्लः शुक्लो गुणः येषाम् अथवा येषु इत्यर्थे मतु प्रत्ययः विधीयते तस्य तत् अस्य अस्मिन् इति मतुप् इति सूत्रेण. ओके, मतुप् प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते. शुक्लयोगः मतुप् इति भवति. मतुप् इत्यत्र पकारस्य उकारस्य च इच्छज्ञा भवति. मत् इति अवशिष्यते. मात् उपधायाश्च मतोर्वो ऐ अव अवादिभ्यः अयवादिभ्यः मात् उपधायाश्च मतोर्वो अयवादिभ्यः इति सूत्रेण म वर्ण अवर्णान्तात् म वर्ण अवर्ण उपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात्. ओके, मतः इत्यस्य मकारस्य वः स्यात्. मकारान्तात् मकार उपधात् अवर्णान्तात् अवर्ण उपधात् च उत्तरस्य मतोः वः इति अयम् आदेशः भवति. यवादिभ्यः तु परतः न भवति. शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकार आदेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति. ततः परं गुणवचनेभ्यः मधुपो लुगिष्ठः इति वार्तिकेन मतुप् प्रत्ययस्य लुक् क्रियते. अतः शुक्लः इति रूपं सिद्ध्यति. एवं शुक्लः इति मतुप् प्रत्ययान्तशब्दः निष्पन्नः भवति. शुक्लः इति मतु प्रत्ययान्तशब्दस्य निष्पन्नं वर्ण्यते. अत्र गुणवचनेभ्यः मधुपो लुक् वक्तव्यः इति वार्तिकम् अस्ति. अत्र गुणवचनेभ्यः शुक्लः इति गुणः तस्य कृते मतुप् इति प्रत्ययः विधीयते. तत् अस्य अस्मिन् इति मतुप् इति सूत्रेण शुक्लः इति गुणस्य कृते मतुप् प्रत्ययः विधीयते. शुक्लः योगः मतुप् इति स्थिते मात् उपधायाश्च मतोर्वो अयवादिभ्यः इति सूत्रेण म वर्ण अथवा अवर्ण अन्तात् अथवा म वर्ण अवर्ण उपधा अपि अस्ति चेत् देन् उपधा अपि अस्ति चेत् यवादिवर्जितात् म वर्ण अवर्ण अन्तात् अथवा म वर्ण अवर्ण उपधात् च यवादिवर्जितात् परस्य मतः मस्य वः स्यात्. म वर्ण अवर्ण अन्त अथवा म वर्ण अवर्ण उपधा इति चिते इति स्थिते तेन यकार वकारवर्जितं य अय परस्य परस्य यकार वकार परस्य न न यवादिवर्जितात् यवादिवर्जितात् परस्य मतः मस्य वः स्यात्. I wrote it there, but now I don't know. 8-9. Yakara vakara vartam. Maat upadayaha cha matoho ya vaha ayavadibhyaha iti panchamiyas. So, mataha utaharana nasti va? No. It's not given utaharana. Kashika vadati. Iha? कार्यत्वेन उपदान समर्थ लब्धं प्रातिपदिकं सामर्थ्य लब्धं प्रातिपदिकं तत् मातिति मकार विशिष्यते विशिष्यते मकार आवरणविशिष्टया च उपदा इति अयम् अर्थः भवति. मकारान्तात् मकार उपदा उपदा अवर्णात् उपदात् अवर्णान्तात् अवर्ण उपदात् उपदात् च उत्तरस्य मातोः वह इति अयम् आदेशः भवति. मकार मतोः ओके यवादिभ्यः तु परतः न भवति. मकारान्तात् तावत् किं वान् मकारान्त ओ किम् इति किं वान् इति भवति. ओके शम् इति शं वान् इति भवति. मकार उपदात् द एक्साम्पल् शमीवान् शं शमी इति शमीवान् मकार इस् उपदा. सो शमी शमी इत्यस्य कृते शमीवान् भवति. ताडिमीवान् देर् आल्सो मकार इस् उपदा. ओके ताडिमीवान् अवर्णान्तात् नौ वृक्ष वृक्षवान् वृक्ष अकार एण्डिङ्ग् सो वृक्षवान् प्लक्षावान् या अकार इस् प्लक्षवान् सो अकार अन्त. ओके देन् कट्वावान् कट्वावान् आकारः अस्ति वा कट्वावान् इत्युक्ते अवर्णात् इति अकार आकार भूत्. ओके मालावान् ओके मालावान् अवर्ण उपदा एक्साम्पल् पश्यवान् पयस्वान् नाट् पश्यवान् पयस्वान् पयस्वान् या अकार उपदा या सकार पूर्वम् अकदा अकारः अस्ति. ओके पयस्वान् अण्ड् देन् यशस्वान् ओके देर् आल्सो अकार उपदा. देन् भास्वान् ओके आकारस्य उपदा. माद् उपदायाः च इति किम् अग्निमान् मात् उपदायाश्च इति किम् अग्निमात् मात् उपदा ओ मात् उपदा. ओके सो मात् इति कृते अग्निमात् इति अस्ति चेत् देन् इट्स् अग्निमात् वायुमान् मात् उपदायाश्च इति किं सो अग्निमात् अग्निमात् देन् अग्निमात् वायुमान् वायुमान् तत्र वायुः वायुमान् अयवादि यकारस्य तत्र उपदाया यवादि अस्ति न मात् उपदायाश् मात् उपदायाः च इति किम् अग्नि अग्निमात् मात् इस् दि देर् ऐ केन् सी मात् देर् बट् मात् इस् नाट् उपदा देर् मात् उपदायाश्च इति किं वायुमान् ओके लेट्स् लीव् देट् फार् नौ अयवादिभ्यः इति किम् अयवादिभ्यः इति किं यमवान् यवमान् यवमान् यमवान् सो दल्मि दल्मिमान् दल्मिमान् ऊर्मिमान् यव दल्मि ऊर्मि भूमि कृमि क्लञ्च वशा द्राक्षा एतेषां मात् उपदायाश्च इति प्राप्नोति एतेषां मात् उपदायाश्च इति प्राप्नोति ऊर्मिमान् यवमान् दल्मिमान् ऊर्मिमान् I think we'll have to study this sutra something in detail. Yeah. I also have to go now because I have a yeah. Right. Okay. Yeah, let me go through this sutra once more clearly and then next class we'll discuss about it. Okay. Madhu padayascha mator vayavadibhyah iti sutra. Yeah, maybe underneath there is an English. Oh, Vasu is there. Vasu is there, but then oh, there is it is a long one. Oh, okay. So we'll go through it independently and then next class we can discuss with it. Yeah. Astu bhagi. Astu mahode. Astu rastake yama. Dhanyavada. Dhanyavada. Namaskara. Dhanyavada.